सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं श्रूयतां, भगिनी एकवारं स्मारयतु। विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्याभोगकरी यशसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। गुरुभ्यो नमः। धन्यवादः भगिनी। अद्य कथां पठेम, तस्मात् पूर्वं गतवर्गस्य प्रश्नानाम् उत्तराणि दातुमिच्छामि। विषयसम्बद्धकरपत्राणि, कानिचन करपत्राणि प्रेषितानि, सर्वे दृष्टवन्तः करपत्राणि इति भावयामि। आदौ गोमती भगिन्या पृष्टमासीत्, शिष्यः इति पदं सास् धातुतः निर्मितं खलु इति पृष्टवती। शिष्यः इति पदं कथं साधितम् इति लिखित्वा प्रेषितवती। यथा भगिन्या उक्तं, शास् धातुः अस्ति, अदादिगणे अस्ति, शास्ति इति लट्लकार एकवचनरूपम् अस्ति। शास् धातुतः क्यप् इति प्रत्ययस्य योजनेन सिद्ध्यति। तत्र अन्यानि सोपानानि कानि इति अपि अस्माभिः ज्ञातव्यं, तदर्थं सम्पूर्णतया लिखितवती। क्यप् इति प्रत्ययस्य नाम उक्तवती खलु, क्यप् इति कथनेन पकारः हलन्तीम् इत्यनेन, ककारः लशक्वतधिति इत्यनेन अपगच्छति। क्यप् प्रत्ययः कित् प्रत्ययः, कित् प्रत्ययः अस्ति इति कारणतः तत्र गुणकार्यं न भवति। तिङ् नास्ति, षित् नास्ति, अतः आर्धधातुकप्रत्ययः। तिङ् नास्ति इति कृत्वा आर्धधातुक कृत् प्रत्ययः, कृदतिङ् इति सूत्रेण कृत् प्रत्ययः भवति। आर्धधातुकं शेषः इति सूत्रेण अयं प्रत्ययः आर्धधातुकः। तिङ् अस्ति वा कृद् अस्ति वा इति अपि चिन्तनीयं खलु, तदर्थं तत्र अयं क्यप् प्रत्ययः तिङ् नास्ति इति कृत्वा कृदतिङ् इति सूत्रेण कृत् प्रत्ययः भवति। तत्र शास् धातुतः क्यप् इति योजनेन क्यप् इत्यस्मात् अनुबन्धलोपे सति ककारपकारयोः अनुबन्धलोपानन्तरं या अवशिष्यते, शास् योगः या इति रूपं तत्र अस्ति। इदानीम् एकं विशिष्टं सूत्रम् अपेक्षितम् अस्माकं कृते, शास इदं हलोः इति सूत्रमस्ति। केवलं शास् धातोः प्रसङ्गे एव अस्य कार्यमस्ति। किति प्रत्यये परे इति सूत्रं वदति, अत्र क्यप् इति कित् प्रत्ययः इति कृत्वा ह्रस्व इकारादेशः भवति। शास् इति रूपमस्ति खलु, धातोः रूपं, शास् रूपं सिस् भवति, आकारस्य स्थाने इकारः आयाति। शास इदं हलोः इति सूत्रेण, पश्चात् शासि वसि घसीनां च एकम् अन्यत् सूत्रमस्ति। स्यास् धातोः प्रसङ्गे, वस् धातोः प्रसङ्गे, घस् इत्येषां त्रयाणां धातूनां प्रसङ्गे स्यासि वसि घसीनां च सूत्रेण सकारस्य षकारादेशः भवति इति कृत्वा सिस् सिष् भवति, सिष् योगः या, शिष्य इति प्रातिपदिकम्। अपि च कर्मकरः कर्मकारः भेदः अस्ति, पार्थक्यमस्ति, तारतम्यमस्ति, तयोर्मध्ये भेदः अस्ति। भेदः कः इत्युक्ते, वेतनं स्वीकृत्य यः कर्म करोति सः कर्मकरः, वेतनं विना यः कर्म करोति सः कर्मकारः। कर्मकारः इत्युक्ते वालण्टियर्, कर्मकरः कर्मकारः अनयोः भेदः अस्ति। कर्मणि भृतौ इति सूत्रेण उच्यते एतत् सर्वम्। अपि च संस्कृतभाषायां पदानि कथं निष्पन्नानि इति अवगन्तुं चित्राणि प्रेषितवती, अस्माकम् अवगमनाय चित्राणि प्रेषितवती। प्रत्येकं धातुतः एकलक्षाधिकानि पदानि साधयितुं शक्नुमः, एकलक्षाधिकानि पदानि निर्मातुं शक्नुमः। धातोः रूपं स्वीकृत्य साधनीयम् इत्युक्ते बहूनि रूपाणि साधयितुं शक्नुमः। अपि च गतवर्गे अन्यः प्रश्नः आगतः, क्तान्तरूपाणां प्रयोगः वाक्येषु कथं भवति। शुभदा भगिन्या पृष्टमासीत्, क्तान्तरूपाणां प्रयोगः वाक्येषु कथं भवति। भूतकालार्थे क्ताप्रत्ययस्य प्रयोगः भवति। क्ताप्रत्ययः भूतकालार्थकप्रत्ययः, कर्त्रार्थकप्रत्ययः। क्तान्तरूपम् उपयुज्य वाक्यं कथं रचनीयम् इति प्रश्ने सति सकर्मकधातुः अस्ति चेत् वाक्यं कर्मणि प्रयोगे एव सम्भवति. क्तान्तरूपम् उपयुज्य, क्तान्तपदम् उपयुज्य रचयितुमिच्छामश्चेत् सकर्मकधातुः चेत् कर्मणि प्रयोगे एव वाक्यं सम्भवति. किन्तु कर्तरिप्रयोगे अपि वाक्यं कदा सम्भवति इत्युक्ते त्रिषु स्थलेषु कर्तरिप्रयोगे वाक्यं सम्भवति. अकर्मकधातूनां प्रसङ्गे कर्तरिप्रयोगे वाक्यं सम्भवति. यथा भगिन्या उक्तं सः मृतः, मृत इति पदं क्तान्तरूपमस्ति. मृधातुः अकर्मकधातुः, कर्तृपदस्य विशेषणं भवति. सः मृतः इत्यस्मिन् वाक्ये मृतः इति पदं सः इत्यस्य विशेषणमस्ति. तद्वाक्यं कर्तरिप्रयोगे अस्ति. अकर्मकधातुभ्यः क्ताप्रत्ययः विहितः भवति चेत् तदा कर्तरिप्रयोगे वाक्यं सम्भवति. अपि च गत्यर्थकधातूनां प्रसङ्गे अपि कर्तरिप्रयोगे वाक्यं सम्भवति. सः गतः इति वाक्यमपि साधु, तेन गतम् इति वाक्यमपि साधु. इत्युक्ते गत्यर्थकधातूनां प्रसङ्गे कर्तरिप्रयोगे वाक्यं सम्भवति, कर्मणि प्रयोगे अपि वाक्यं सम्भवति. अपि च श्लिषादिभ्यः धातुभ्यः अपि कर्तरिप्रयोगे वाक्यं सम्भवति. श्लिषादयः, तत्र अष्टधातवः सन्ति. श्लिष्यु, सिङ्, स्था, आस, वस, जन, रुह, जृ धातुः. एतेषु अष्टसु धातुषु अपि कर्तरिप्रयोगे वाक्यं सम्भवति. किन्तु भगिन्याः प्रश्नः कः, सः स्मृतः इति वाक्यं साधु वा इति प्रश्नः आगतः तस्मिन् दिने. सः मृतः इति कर्तरिप्रयोगे वाक्यं साधु, किन्तु सः स्मृतः इति वाक्यं साधु वा? साधु एव, किन्तु तत्र जनैः स्मृतः अथवा तेन स्मृतः, पुरुषेण स्मृतः, महिलया स्मृतः. सः स्मृतः इत्यस्मिन् वाक्ये स्मृतः इति कर्मपदमेव, यद्यपि कर्तृपदं न उक्तमस्ति कर्तृकरणयोः तृतीया इति सूत्रेण. कर्मणि प्रयोगे वाक्यं कथं सिद्ध्यति? त्रीणि एकम् एकं कृत्वा पुरुषेण विषयः स्मृतः इति एव भवितुमर्हति. यद्यपि पुरुषेण अथवा जनेन इत्यादीन् न वदामश्चेदपि अध्याहर्तव्यं तत्र. इत्युक्ते वाक्यं तु कर्मणि प्रयोगे अस्ति इति ज्ञातव्यः अंशः. तेन सः स्मृतः इति भवति किमर्थं चेत् स्मृधातुः सकर्मकधातुः. सकर्मकधातुः अस्ति इति कृत्वा तत्र वाक्यं कर्तृप्रयोगे न सम्भवति. इत्युक्ते क्तान्तपदम् उपयुज्य वाक्यं निर्मातुमिच्छामश्चेत् कर्तृप्रयोगे वाक्यं सम्भवति वा, कर्मणि प्रयोगे वाक्यं सम्भवति वा इति अवगन्तुं तत्र नियमाः सन्ति. सकर्मकधातूनां प्रसङ्गे केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति गत्यर्थकधातून् विहाय. अपि च श्लिष्यादयः अष्टधातवः सन्ति, तान् धातून् विहाय कर्मणि प्रयोगे एव वाक्यं सम्भवति. अकर्मकधातूनां प्रसङ्गे भावे प्रयोगे वाक्यं सम्भवति क्तान्तरूपम् उपयुज्य कर्तृप्रयोगे वाक्यं. सः मृतः. अन्तिमः विषयः अस्ति भगवान्. भगवान् इति पदं कथायामपि अस्ति. भगवान् इति पदस्य प्रसङ्गे किं ज्ञातव्यं? भगवत् इति तकारान्तप्रातिपदिकमस्ति. तत्र एकः श्लोकः अस्ति. अस्मिन् श्लोके यानि यानि लक्षणानि उक्तानि तानि सर्वाणि भगवतः लक्षणानि. भगवति एव षडैश्वर्यमस्ति. इत्युक्ते षडैश्वर्यम् अस्य, अस्मिन् वा अस्ति इति विग्रहवाक्यं तत्र भवितुमर्हति. अस्य, अस्मिन् वा ऐश्वर्यमस्ति. कीदृश ऐश्वर्यं? षडैश्वर्यं. षडैश्वर्यं किम् इति तस्मिन् श्लोके उक्तमस्ति. आहत्य भग इति शब्देन षडैश्वर्यम् उक्तमस्ति. भगयोगः मतुप्रत्ययः. भगवान् इति पदं मतुप्रत्ययान्तपदमस्ति. मतुप् इति प्रत्ययः तद्धितप्रत्ययः. इत्युक्ते प्रातिपदिकात् प्रत्ययस्य योजनं भवति. तदस्यास्त्यस्मिन् इति मतुप्. पदविच्छेदं कृत्वा वक्तुमिच्छामश्चेत् तदस्य अस्ति अस्मिन् इति मतुप् इति सूत्रमस्ति. तदस्यास्त्यस्मिन् इति मतुप् सूत्रं किं वदति इत्युक्ते तत् अस्य, अस्मिन् वा अस्ति इति मतुप्रत्ययस्य उपयोगः. एवं रीत्या भवति. भग इति प्रातिपदिकम् अकारान्तप्रातिपदिकम् अस्ति खलु. भग इति कथनेन अकारान्तप्रातिपदिकम् अस्ति इति कृत्वा वत्वम् आयाति. तत्रापि एकं विशिष्टं सूत्रमस्ति. मादुपधायाश्च मतोर्वो अयवादिभ्यः. मादुपधायाश्च मतोर्वो अयवादिभ्यः. तेन सूत्रेण यद्यपि प्रत्ययः मतुपेव तथापि तत्र वकारः आयाति इति कृत्वा भगवत् इति प्रातिपदिकमस्ति. भगवत्प्रातिपदिकात् प्रथमान्तं पदं भगवान् रूपं सिद्ध्यति. कानिचन मतुप्रत्ययान्तपदानि अपि अहं प्रेषितवती. अकारान्तप्रातिपदिकम् अथवा आकारान्तप्रातिपदिकम् अस्ति चेत् वकारः आयाति. उदाहरणार्थं धनम् अस्य अस्मिन् वा अस्ति. धनवान् धनप्रातिपदिकम् अकारान्तप्रातिपदिकम् अस्ति इति कृत्वा धनवान्. रूपम् इति अकारान्तपदं, रूप इति अकारान्तप्रातिपदिकमस्ति अतः रूपवान्. विद्या दीर्घ आकारान्तपदं, विद्या अस्य अस्ति अथवा अस्मिन् अस्ति इति अर्थे विद्यावान्. असूया आकारान्तपदम्, असूयावान्. आशा आशावान्. आहत्य आकारान्तप्रातिपदिकम् अथवा दीर्घ आकारान्तप्रातिपदिकम् अस्ति चेत् वान् इति रूपं श्रूयते. धनवान्, विद्यावान्, गुणवान्, भाग्यवान्, असूयावान्, आशावान् इत्यादीनि रूपाणि. किन्तु इकारान्तप्रातिपदिकम्, उकारान्तप्रातिपदिकम्, ऋकारान्तप्रातिपदिकम् अस्ति चेत् मान् इति रूपं श्रूयते. यथा इकारान्तप्रातिपदिकम् अस्ति बुद्धि इति, तदर्थं बुद्धिमान्. धी इति दीर्घ ईकारान्तप्रातिपदिकं, धीमान्. गोशब्दः अस्ति गोमान्. अस्माकं वर्गे गोमती अस्ति, गोमती इति ईकारान्तशब्दः. गोमान् इति पुंलिङ्गशब्दः किन्तु स्त्रीलिङ्गपदमस्ति गोमती. गोशब्दात् मतुप्रत्ययस्य योजनेन गोमान् पुंलिङ्गे भवति, स्त्रीलिङ्गे गोमती भवति. श्री अस्ति चेत् श्रीमान्, स्त्रीलिङ्गे श्रीमती. पितृ अस्ति चेत् पितृमान् इति रूपं भवति. आहत्य अकारान्त आकारान्तप्रातिपदिकम् अस्ति चेत् वान् इति रूपं दृश्यते मतुप्रत्ययान्तशब्देषु. अन्येषु स्थलेषु मान् इति रूपं दृश्यते इति एका वार्ता. यथा धनवान्, गुणवान्, रूपवान्, ज्ञानवान्, फलवान्, हिमवान्, गोमान्, श्रीमान्, धीमान्, मतिमान्. पश्यन्तु मतिमान्, मतिः इति ईकारान्तप्रातिपदिकम् अतः मतिमान्. लक्ष्मी इति पदमस्ति खलु, ईकारान्तपदमेव किन्तु लक्ष्मीवान् भवति. एस् एस् वान्, आयुष्मान्, मधुमान् इत्यादीनि पदानि. तत्र नियमाः सन्ति कुत्र वान् आयाति कुत्र मान् आयाति इति अवगन्तुं केचन नियमाः सन्ति. गतवर्गस्य प्रश्नानां प्रसङ्गे किञ्चित् उक्तवती. इदानीं वयं कथां प्रति गच्छेम. कथां पुरतः स्थापयन्तु. अस्यां कथायाम् उपसर्गप्रयोगाः सन्ति. सर्वेषां पार्श्वे कथा अस्ति इति मन्ये. भवन्तः सर्वे कथां द्रष्टुं शक्नुवन्ति इति भावयामि. एकवारं कथाम् अवलोकयाम. कथायां लङ् रूपाणि सन्ति, उपसर्गसहित लङ् रूपाणि दत्तानि. इदानीं दर्शना भगिनी एकवारम् आरम्भं करोतु. उपसर्ग प्रयोगाः. कर्णस्य उदारता, तत्र कर्णप्रातिपदिकं, कर्णस्य षष्टिविभक्ति एकवचनं. उदारता, अहं रूपं न जानामि भगिनी. तत्र तद्धितप्रत्ययः अस्ति इति अहं जानामि, परन्तु नाम न जानामि प्रत्ययस्य. उदारता इति तल् प्रत्ययान्तरूपम् अस्ति. मधुरता, शुद्धता इव अत्रापि तल् प्रत्ययान्तरूपम् अस्ति. उदारस्य भावः उदारता. अत्र त्रीणि पदानि वक्तुं शक्नुमः. उदारस्य भावः भगिनी वदतु, अन्यत् पदं वदतु. उदारता, उदारता, उदारत् अपि च न जानामि. उदारत्वम्, उदारत्वं. किन्तु तत्र भिन्नप्रत्ययः अस्ति. उदारस्य भावः औदार्यम्. औदार्यम्, औदार्यं जाना विस्मृतवती. इमानि पदानि समानार्थकानि. उदारः इति पदमस्ति खलु, उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, रा इति धातुः अस्ति. रा धातुः कस्मिन् गणे अस्ति? अदादिगणे अस्ति. रा धातोः रूपं किं? राति. यथा अस् धातोः रूपम् अस्ति अदादिगणे अस्ति इति कृत्वा रा धातोः रूपं राति. तस्मात् परम् एकः प्रत्ययः अस्ति, अन्ते तल् इति प्रत्ययः अस्ति. उदारः इति अकारान्त पुंलिङ्गपदम् अस्ति. उदारः इति पदात् तल् प्रत्ययस्य योजनेन उदारता. उदारता, उदारता इत्युक्ते दातृत्वगुणम् अथवा मनसः महानता. दातरी एव उदारता भवितुमर्हति खलु. दातरी एव उदारता भवितुमर्हति. उदारः इति पदस्य अर्थः कः? एकवारं शृण्वन्तु. उदारस्य भावः उदारता एव, किन्तु अत्र उदारः इत्युक्ते किम्? उत्कृष्टम् आसमन्तात् राति इति. आसमन्तात् इत्युक्ते आजीवनपर्यन्तम्, आजीवनपर्यन्तम् उत्कृष्टं राति इत्युक्ते राति इति पदस्य अर्थः कः? ददाति यच्छति इत्यस्मिन् अर्थे अस्ति. उदारः इत्युक्ते उत्कृष्टम् आसमन्तात् ददाति, आजीवनपर्यन्तम् उत्कृष्टम् अन्येभ्यः ददाति. यः सः उत्तमं, तदेव. अपि च कर्णः इति पदमस्ति खलु, आकर्ण्यते अनेन इति कर्णः खलु. आकर्ण्यते, आकर्ण्यते अनेन इति कर्णः पुंलिङ्गपदमेव. श्रवणेन्द्रियम् इति अर्थः अस्ति, किन्तु अत्र अर्थः कः? कोऽपि वदतु. कर्णः इत्युक्ते श्रोत्रं, श्रोत्रेन्द्रियम् अस्ति, किन्तु अत्र आकर्षति यः सः किम्? अरविन्द महोदय वदतु. अस्य व्याख्यानं न जानामि, किन्तु कर्णस्य नाम तस्य कर्णकुण्डलं जन्मना तस्मिन् दृश्यत्वात् तस्य कर्ण इति नाम जन्यम् इति कथायां श्रुतमस्ति इति कृत्वा, यदा कुन्तीदेवी पुत्रोत्पादन प्रसवानन्तरं कर्णस्य नद्यां स्थापितं, तत्र अवसरे शिशु कर्णकुण्डलम् एवं कवचम् उभयोः सहितमेव जननं प्राप्तम् इति कृत्वा कर्ण इति नामं जायते इति श्रुतमस्ति. उत्तमं भगिनि. यः कारुण्यम् अस्ति सः कर्णः. कारुण्यम् और् कर्ण सम्बन्धः किमस्ति? करुणा इति पदात् कारुण्यं, यथा उदारस्य भावः औदार्यं तथा एव करुणायाः भावः कारुण्यं, किन्तु अत्र तस्य प्रसक्तिः नास्ति. कर्णः इत्युक्ते भवन्तः सर्वे जानन्ति एव, कुन्त्याः पुत्रः. अस्य अन्यानि नामानि अपि सन्ति, राधेयः, वसुषेणः, अर्कपुत्रः, सूर्यपुत्रः इति नामानि अपि सन्ति. महाभारतं भगिनी किञ्चित् वदतु. वाक्यं पठित्वा वदामि. महाभारतं भारतीयसंस्कृतेः अमूल्यं ग्रन्थरत्नम् अस्ति. महाभारतम् अकारान्त शब्दः इति अहं मन्ये. अन्यत् किं? समस्तपदं महान् भारतमिति आदौ विशेषणपूर्व समासः इति अहं मन्ये. अपि च द्वितीया विभक्त्याम् अस्ति. अत्र पश्यतु, द्वितीया विभक्त्याम् अस्ति वा महाभारतम्? नैव अस्ति, क्षम्यतां, प्रथमा विभक्त्याम् अस्ति. प्रथमा विभक्त्याम् अस्ति खलु. ओहो, आम् आम्, भारतम् अस्ति किल, नपुंसकलिङ्ग. यथा भगिन्या उक्तं, विशेषण पूर्वपद कर्मधारय समासः. पुंलिङ्गे महान् इति रूपं भवति, महत् इति प्रातिपदिकं, किन्तु भारतम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा विग्रहवाक्यं महत् भारतम्, महत् भारतम् इति विग्रहवाक्यं वक्तव्यं भवति. महापुरुषः इति पदमस्ति चेत् महान् पुरुषः, महाशक्तिः अस्ति चेत् महती शक्तिः. उत्तरपदस्य लिङ्गं किम् इति दृष्ट्वा पूर्वपदस्य रूपमपि वक्तव्यं भवति. महत् इति प्रातिपदिकमस्ति, किन्तु महत् इति विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि सम्भवन्ति. अत्र भारतं नपुंसि अस्ति इति कृत्वा महत् भारतं, किन्तु महत् इति प्रातिपदिकमस्ति, किन्तु महा कथं भवति इति प्रश्नः आयाति. तत्र एकं सूत्रमस्ति, आन् महतः समानाधिकरणे जातीययोः इति सूत्रेण महत् इत्यस्मिन् यः तकारः अस्ति तस्य स्थाने आ इति रूपम् आयाति विशिष्टसूत्रेण, तेन महाभारतं. भवन्तः सर्वे श्रुतवन्तः खलु, महत्वात् भारवत्वात् महाभारतमुच्यते. भारवत् अस्ति. अहं तु न श्रुतवती. पुनस्मरणार्थं वदन्ती अस्मि भगिनी, तावदेव. भारतीय तस्मिन् प्रसङ्गे वदतु भारतीयसंस्कृतेः तत्र अपि चि भगिनी अहं न जानामि अहं विस्मृतवती चि प्रत्ययः अस्ति इति अहं मन्ये परन्तु अहं न जानामि भारतीयं भारतस्य इदम् ईदृशानि पदानि वयं सर्वे श्रुतवन्तः एव मदीयं भवदीयं तदीयं पाणिनीयं सजातीयं विजातीयम् आत्मीयम् आत्मीयम् इत्युक्ते आत्मनः इदम् आत्मीयः इत्युक्ते आत्मनः अयम् आत्मीयः तद्धित एव किल भगिनि तद्धितप्रत्ययान्तपदमेव भारतस्य इदं भारतीयम् इति रूपं भवति इतोपि किं लिखितं संस्कृतिः इति पदमस्ति वदतु संस्कृतिः स्त्रीलिङ्गे अस्ति षष्ठी विभक्ति एकवचनं भारतीयसंस्कृतेः अन्यत् किं संस्कृति सम्यक् कृतः इति संस्कृत बहु किमपि चिन्तनमस्ति संस्कृतिः इति पदस्य प्रसङ्गे संस्कृतिः संस्कारः संस्कृतं संस्कर्ता इत्यादीनि पदानि कथं साधनीयानि इति प्रश्नः आयाति एतेषां प्रसङ्गे कानिचन विशिष्टानि सूत्राणि अपेक्षितानि संस्कृतिः इति पदमस्ति खलु भगिनी उक्तवती एव सम् इति उपसर्गस्य योजनेन सम्यक् इति इतोपि उत्तमम् इति अर्थः आयाति संयोगः कृ धातोः रूपम् अस्ति कृ धातुतः क्तिन् प्रत्ययस्य योजनेन कृतिः क्तिन् प्रत्ययस्य योजनेन ईदृशानि पदानि सिद्ध्यन्ति मन् धातुतः मतिः गम् धातुतः गतिः कृ धातुतः कृतिः स्था धातुतः स्थितिः ईदृशानि पदानि सिद्ध्यन्ति संयोगः कृतिः इति रूपमस्ति किन्तु तत्र सकारः कुतः आगतः संस्कृतिः इति वदामः तत्र सम् इति पदात् परं नूतनतया सकारः आगतः सन्धिः नास्ति तत्र विशिष्टं सूत्रमस्ति सम्परिभ्यां करोतौ भूषणे इति विशिष्टसूत्रेण सुट् आगमः भवति सुट् आगमः भगिनी सुट् इति कथनेन किं भवति सुट् आगमः हलन्त्यम् इति सूत्रेण गच्छति अपि च उकारः अनुनासिक उपदेशे जनुनासिक भूत्वा तस्य लोपः इति कृत्वा गच्छति विशिष्टसूत्रेण सुट् आगमः भवति सुट् आगमः भवति इत्युक्ते तत्र सकारः आयाति इति अर्थः तकारः हलन्त्यमित्यनेन अपगच्छति अनुनासिक उकारः उपदेशजनुनासिक इत् इति सूत्रेण इत् संज्ञकः भूत्वा अपगच्छति अनुबन्धलोपे सति केवलं दन्त्यसकारः एव तत्र तिष्ठति विशिष्टसूत्रेण सुट् आगमः भूत्वा संयोगः सकारः योगः क्रु धातुतः क्तिम् प्रत्ययस्य योजनेन संस्कृतिः किन्तु अत्र अन्यानि सोपानानि अपि सन्ति तस्मिन् प्रसङ्गे बह्वी दीर्घा चर्चा अस्ति संस्कृतिः इति पदं कथं साधनीयं तत्र कानि कानि सूत्राणि अपेक्षितानि कीदृशं चिन्तनम् अपेक्षितं तस्मिन् प्रसङ्गे पूर्वत्रासिद्धम् इति सूत्रेण बाध्यबाधकभावः अस्ति पूर्वसूत्रं परसूत्रं तादृशी चर्चा अपि भवति बहवः विषयाः सन्ति भगिनी कृ धातोः कृते एव अस्ति किम् एतत् सुट् आगमनं सङ्गति इदानीं सङ्गति तत्र अन्यं सूत्रम् अन्यत् कृ धातोः प्रसङ्गे एव सुट् आगमः भवति सं परि उप इत्येषां प्रयोगे एव सुट् आगमः भवति अनेन विशिष्टसूत्रेण अमूल्यं सूचनां अमूल्यां सूचनां दत्तवती अपि च मूल्यम् इति पदमस्ति खलु मूल्यम् इति पदं मूल इति शब्दात् निर्मितं मूलशब्दात् मूल्य इति रूपम् आयाति तत्र यत् प्रत्ययः अस्ति किन्तु तस्मिन् प्रसङ्गे बहु किमपि मया पठितं मूलशब्दस्य अर्थः कः इति पश्यामश्चेत् पूर्वतनकाले आपणिकाः वस्तूनां निर्माणार्थं यत् धनं व्ययं कुर्वन्ति अथवा धनस्य व्ययं कुर्वन्ति तस्य कृते व्ययीकुर्वन्ति आपणिकाः तदेव मूलम् इत्युक्ते आङ्ग्लभाषायाम् इन्वेस्ट्मेण्ट् तदनन्तरं वस्तोः निर्माणं भवति. वस्तोः विक्रयणात् अनन्तरं यत्किमपि अधिकं धनं ते प्राप्नुवन्ति तदेव विशिष्ट अर्थेन यत् प्रत्ययः विधीयते. मूलशब्दात् यत् इति प्रत्ययस्य योजनेन मूल्य इति रूपं सिद्ध्यति. यत् प्रत्यये तकारः हलन्तिमित्यनेन अपगच्छति, केवलं य एव अवशिष्यते. मूलयोगः यत् अनुबन्धलोपे सति मूलयोगः य इति रूपं सिद्ध्यति. मूल इत्यस्मिन् तत्र अकारः अस्ति खलु, सः अकारः लुप्यते. केन सूत्रेण इत्युक्ते यस्येति च इति सूत्रेण लुप्यते. वयं समासवर्गे पठितवन्तः यस्येति च इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र अकारः लुप्यते. आहत्य मूल इति शब्दात् अकारः लुप्यते, तेन मूल् भवति. यत् प्रत्ययात् या इति रूपं तत्र आयाति, वर्णमेलनेन मूल्य इति रूपं सिद्ध्यति. किन्तु अत्र किं लिखितमस्ति? अमूल्य. यस्य मूल्यमेव नास्ति तत् अमूल्यम्. मूल्यमेव नास्ति इत्युक्ते किम्? देर् इस् नो प्रैस् देट् केन् बि पुट् फार् इट्. वण्डर्फुल्, उत्तमम्. इन्वाल्युबल्. इन्वाल्युबल्. तत्र योग्य अपि तथा एव सिद्ध्यति किं? योग्य अमूल्यं, यस्य मूल्यं न दातुं शक्नुमः तत् अमूल्यं. तादृशं ग्रन्थरत्नम् अस्ति. अमूल्यम् इत्यस्मिन् पदे नञ् समासः अस्ति खलु. आम्. मूलेन तुल्यं, मूलेन समम्. इतोपि अन्यानि पदानि सन्ति वा? तुल्यं, मूल्यं, धर्म्यम् इत्यादीनि पदानि एकेन विशिष्टसूत्रेण निर्मितानि, किन्तु तत् सूत्रं बहु दीर्घम् अस्ति. ग्रन्थरत्नम् इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. ग्रन्थेषु रत्न ग्रन्थे तथा भवति किल. समासः एव अस्ति विग्रहवाक्यं. ग्रन्थेषु रत्नं यत् अस्ति तत् ग्रन्थरत्नम् इति. इतोपि किं चिन्तयामि तस्मिन् प्रसङ्गे? भवती श्रुतवती वा पुरुषव्याघ्रः? पुरुषव्याघ्रः इति समस्तपदमस्ति चेत् पुरुषः व्याघ्रः इव इति विग्रहवाक्यं भवति. तत्र उपमान उत्तरपदकर्मधारयसमासः अस्ति. एवमेव अत्रापि ग्रन्थः रत्नम् इव अमूल्यम्. अयं ग्रन्थः रत्नम् इव अमूल्यमस्ति इति अर्थे उपमान उत्तरपदकर्मधारयसमासः भवितुमर्हति. अत्र उपमानमस्ति, ग्रन्थः कीदृशः? ग्रन्थः रत्नम् इव. तादृशचिन्तनं भवितुमर्हति खलु. आम् आम्, तदेव. अमूल्यं ग्रन्थरत्नम् अस्ति. इतोपि भवत्याः चिन्तनं किम् अस्य प्रसङ्गे? अस्माकं भारतीयसंस्कृतेः महाभारतं सदृशम् अन्यत् ग्रन्थं नास्ति इति, अन्यः ग्रन्थः नास्ति इति. उत्तमं, तदेव. अमूल्यं ग्रन्थरत्नं, तयोर्मध्ये सम्बन्धः कः? रत्नम् अपि अमूल्यम् अस्ति, एषः ग्रन्थः अपि अमूल्यः अस्ति इति. उत्तमम्. अमूल्यं ग्रन्थरत्नं विशेषण विशेष्यभावः अस्ति. साधु भगिनी साधु उक्तवती. इदानीं गोमती भगिनी अग्रिमं वाक्यं वदतु. भगिनी, भारतीयसंस्कृतेः इत्यस्य विषये एकः संशयः अस्ति. तत् समस्तपदम् अस्ति न? आम्. तो विग्रहवाक्यं कदा भवति? तद्धित भारतीयानां संस्कृतिः. भारतीयानां संस्कृतिः तस्य तस्याः भारतीयसंस्कृतेः तस्याः इत्यपि वक्तव्यम्. अस्तु भगिनि, पठामि. तत्र कर्मस्य विषये एका कथा प्रसिद्धा अस्ति. तत्र इत्युक्ते महाभारतग्रन्थे इति अर्थः भवति. अव्ययमस्ति तत्र. कर्मस्य विषये, कर्णः नाम पुरुषस्य विषये, कर्णस्य विषये. कर्णः इति एकः पुरुषः महाभारतग्रन्थस्य कथापात्रं, मुख्यकथापात्रम् अस्ति. एतत्तु षष्ठी विभक्ति, एकवचनम्. अनन्तरं विषये विषयः कर्णस्य एकवचनम् अस्ति, बहुवचनं वदतु, षष्ठी बहुवचनं. कर्णस्य, कर्णयोः, कर्णाणां. पुनः सोरि, कर्णानां. हा हा, कर्णानां. तत्र कर्ण, तत्र रेषाभ्यां नूनः समानपदे इति प्रथमनकारस्य रेफनिमित्तेन नत्वं भवति, तु कर्णानाम् एव भवति. कर् न, तत् न रेफस्य साक्षात् परे अस्ति, अतः कर्ण इति भवति. अनन्तरम् आम् लुटागमम् आम् भवति, तत्तु नाम् एव अवशिष्यते, कर्णानाम् इति भवति. तत्र कर्ण इति नत्वं रूढिशब्दमस्ति कृत्वा सूत्रेण न आगतं. रूढिशब्दमस्ति कर्णः इति. रेफस्य परे नकारः नास्ति, नकारम् एव अस्ति इति रूढिशब्दत्वेन नास्ति. नेतु रेषाभ्यन्नोनः इति न तत् नकारः एव दृष्टं न कर्णम्. तत् तदेव, तत् रूढिशब्दमस्ति इति कृत्वा तस्य व्युत्पत्ति कर्णस्य व्युत्पत्ति सूत्रेण न स्थापितं. स्वयं कर्ण इति पदम् एव लोके प्रसिद्धमस्ति इति कृत्वा तस्य रषाभ्यां नोनस्य प्रसक्तिर्नास्ति. तत्र कर्णानाम् इति नकारं किं भवति इति न इति मध्ये आयाति रेफा, रेफनकारस्य मध्ये नकारम् अस्ति, तद् बाधकशब्दमस्ति. अट्कुप्वायुं व्यवाय अपि इति अन्तर्गतं नास्ति इति कृत्वा अन्तिमनकारस्य नकार एव तिष्ठति. पूर्णकर्ण इत्यादिषु पदेषु रेफात् साक्षात् अनन्तरं तत्र दन्त्यनकारः अस्ति चेत् रषाभ्यां नोणः समानपदे इति सूत्रेण णत्वं भवति इति भगिनी उक्तवती. कर्णानाम् इत्यस्मिन् दन्त्यनकारः एव श्रूयते, न तु मूर्धन्यणकारः. तत्र बाधकवर्णाः के? गोमती भगिनी वदतु. कर्णानां, कर्णानां तत्र नकारः अस्ति. अट् कुप् वाङ् नुं व्ययापि व्यवाये अपि णत्वं भवति. नकारः तु तवर्गीयवर्णः अस्ति, अट् नास्ति, पवर्गः नास्ति, कवर्गः नास्ति, अतः बाधकवर्णः नकारः अस्ति. रेफस्य और् अनन्तरं नकारस्य मध्ये नकारः अस्ति, अतः बाधकवर्णं नकारः, अतः नत्वं न भवति, कर्णानाम् एव. दन्त्यनकारसहितं रूपमेव साधु. एवमेव तृतीयाविभक्ति एकवचनरूपमपि कर्णेन इति रूपं भवति. तत्र बाधकवर्णः तवर्गीय अन्तिमव्यञ्जनं मूर्धन्यणकारः एव. कर्ण इत्यस्मिन् पदे यः मूर्धन्यणकारः श्रूयते सः एव तत्र बाधकवर्णः इति कृत्वा अणत्वं न भवति. अत्र तु बाधकवर्णः अस्ति, अतः न भवति. बाधकवर्णः अस्ति इति कृत्वा अणत्वं न भवति. इति कथा इति पदमस्ति खलु, कथा इति पदं. भगिनि क्षम्यताम्, एकः सन्देहः. तत्र तत्र नुट् इति उक्तवती किल आगमः, न तु नुम्. कुत्र कर्णानाम् इत्यस्य नुट् अस्ति वा नुम् अस्ति वा? तत्र नुम् आगच्छति चेत् नुम् आगच्छति. नामी इति सूत्रेण एव दीर्घं भवति न नुम् एव. नामी इत्यस्य अस्तु, धन्यवादः भगिनि. नुट् इति श्रुतं मया, अतः पृष्टवती, किन्तु नुम् इति एव उक्तवती. रामशब्दस्य रामाणां भवति, किन्तु अत्र कर्णानाम् इति रूपं भवति. बहुवचनप्रत्ययः आं प्रत्ययः अस्ति. तत्र इतोपि कार्यमस्ति. गोमती भगिनी वदतु. कर्ण योग आम् इति षष्टिविभक्ति. यदा आम् इति आगच्छति तत्र नुमागमः भवति. ह्रस्वो नद्यो नुमागम सूत्रं, ह्रस्वो नद्यो पूर्णं न सम्यक्तया जानामि, परन्तु ह्रस्वशब्दः अस्ति चेत् नद्यशब्दः अस्ति चेत् नुमागमः भवति, सम्थिङ्ग् लैक् दट्, नुमागमः भवति. मिदचोन्त्यात् परः इति सूत्रेण नकारः कर्ण अनन्तरं तत्र न आगच्छति, मकारः इत्संज्ञा भूत्वा अपगच्छति, उकारः केवलम् उच्चारण एव. अनन्तरं कर्ण योग न योग आ, अत्र नामी इति सूत्रं कार्यं करोति. कर्ण तत्र अकारस्य दीर्घं भवति, नामी इति सूत्रेण कर्णा ना इति रूपं सिद्धम्. धन्यवादाः भगिनी. सूत्रम् अहं फर्गाय फर्गाट् तत् अनुमागमस्य सूत्रम्. शोभा भगिनी भवती वक्तुमिच्छति वा? न भगिनी, तत्र अहं केवलं एतत् वक्तुम् इष्टवती, तत्र नुम् अस्ति चेत् प्रातिपदिकान्त नुम् विभक्तिशुच इत्यस्य सूत्रस्य प्रसक्तिः अस्ति इति. मया नुट्टिति श्रुतं, मम दोषः. सम्यक् एव उक्तवती भगिनी. ऐ मैट् हव् टोल्ड् नुट् आल्सो, लेटर् ओन्ली मेबि ऐ वुड् हव् रियलैज्ड्. ऐ एम् नाट् श्योर् वेदर् ऐ सेड् नुट् आर् नुम्, परन्तु नुम् एव. अस्तु, अग्रे सरेम. कथा इति पदमस्ति खलु, कथा इति पदस्य निर्माणप्रसङ्गे अपि एकं विशिष्टं सूत्रमस्ति. चिन्ति पूजि कथि कुम्भि चच्चश्च इति एकं विशिष्टं सूत्रमस्ति. चिन्ति पूजि कथि कुम्भि चच्चश्च, तेन विशिष्टसूत्रेण पूजा, कथा, चर्चा, चिन्ता इमानि चत्वारि पदानि निर्मितानि. चित्तम् इति धातुः अस्ति खलु चुरादिगणे, चिन्तयति इति रूपम् अस्ति. चिन्तयति इति लट्लकाररूपम् अस्ति, किन्तु चिन्ता इति आकारान्तपदं सिद्ध्यति. तथा एव पूजयति इति क्रियापदम् अस्ति, तस्मात् धातुतः पूजा इति रूपं. चुरादिगणे कथयति रूपम् अस्ति, तत्र कथ इति धातोः रूपम् अस्ति, तस्मात् कथा इति रूपं सिद्ध्यति. वाक्ये इतोपि किं लिखितमस्ति? प्रसिद्धा कथा अस्ति. प्रसिद्धा, भगिनी वदतु. एकनिमिषं भगिनी. ह्रस्व नद्यापो नुट् इति सूत्रं भगिनी. ह्रस्वान्त नद्यान्त आदाबन्धच्च अङ्गात् परस्य आमः नुडागमः स्यात्. ह्रस्व नद्यापो नुट् इति सूत्रम् अस्तु भगिनी. एका कथा, एका इति विशेषणपदम्, एका कथा विशेषणविशेष्यरूपमस्ति. तत्र प्रसिद्धा अस्ति, प्र उपसर्गपूर्वकः, स्विथ धातु, कृता प्रत्ययः, कथा इत्यनेन प्रसिद्धा इति रूपं. सिथ दिवादिगणे अस्ति इति चिन्तयामि. सिद्ध्यति इति लट् रूपं, लक्ष्यं प्राप्नोति इति अर्थः अस्ति. सिधु योगः कृता. तत्र एकसूत्रमस्ति, शशस्ततोधः. तत्र चषः परस्य ततोः धकारादेशः भवति. सिद् योगः धा, सिद् धा इति भवति. अनन्तरं झलां झषो झषि एतत् सूत्रं कार्यं करोति वा भगिनी? सिदुथ सिद्धा इति रूपं. सिद्धं सिद्धः सिद्धा इति त्रीणि रूपाणि त्रिलिङ्गेषु. अत्र तु कथा अथवा प्रसिद्धा अस्ति. प्रसिद्धा इत्युक्ते प्रकर्षेण सिद्धम् अस्ति अर्थं भवति. उत्तमं. प्रसिद्धा इति प्रसङ्गे विख्याता कथा इति अपि वक्तुं शक्यते. सिद्ध इति रूपं क्तान्तरूपं भगिन्या उक्तमेव. आदौ क्ता इति प्रत्ययस्य अनुबन्धलोपे सति ता एव सिद्धियोगः ता इति रूपम् अस्ति. तत्र झषस्तथोर्धोधः सूत्रेण क्ता प्रत्ययस्य तकारस्य स्थाने धकारः आदौ आयाति. सिद्धि इत्यस्मिन् धकारः अस्ति खलु, सः महाप्राणधकारः, अल्पप्राणधकारः भवति. झलां झष् झषि इति सूत्रेण महाप्राणधकारस्य स्थाने अल्पप्राणधकारः आयाति, तेन सिद्धियोगः धा सिद्ध इति रूपं सिद्ध्यति. अग्रिमं वाक्यं वदतु भवती एव. एकदा भगवान् श्रीकृष्णः पाण्डवान् प्रत्यागच्छत. एकदा कालं सूचयति एकस्मिन् काले. और् वन्स् भगवान् श्रीकृष्णः भगवान् श्रीकृष्णः, भगवान् इति श्रीकृष्णस्य विशेषणपदं. भगं यस्य यस्मिन् अस्ति सः भगवान्. भग अस्माभिः चर्चितं तद् अहं ऐ फर्गेट् इट् भगः ऐश्वर्यस्य समग्रस्य यशस्स कीर्ति षड् गुणाः सन्ति. तदेव भग यस्मिन् भगः सन्ति सः भगवान् श्रीकृष्णः श्रीयुक्तः भगवान् श्रीकृष्णः. कर्षधातु कर्षति इति स्वादिगणीयधातु. श्रीकृष्णः महाभारते श्रीकृष्णः अपि एकः मुख्यकथापात्रम् अस्ति. पाण्डवान् इत्युक्ते पाण्डोः अपत्यं पुमांसः पुमांसः पाण्डवान्. तत्तु द्वितीयविभक्ति बहुवचनं पाण्डवान् प्रति अगच्छत् इति रूपं. प्रति अगच्छत् वा आगच्छत् न भगिनि अगच्छत् प्रतियोग आयोग अगच्छत् वा प्रत्यागच्छति इति लट्लकाररूपम् अस्ति चेत् प्रति उपसर्गपूर्वकः आ उपसर्गपूर्वकः अगच्छत् लङ्रूपं लङ्रूपं प्रथमपुरुष एकवचनं. श्रीकृष्णः प्रत्यागच्छत् श्रीकृष्णः प्रत्यागच्छत् एकवचनं. प्रत्यागच्छत् इत्यस्मिन् पदे सन्धिद्वयं करणीयं. वदतु. प्रतियोग आ योग अगच्छत् प्रतियोगः आ तत्र इकारस्य परे अकारः अस्ति. तत्र एणसन्धि भवति इको एणचि इति सूत्रेण. इकारस्य स्थाने यकारः आयाति अकारः तदेव तिष्ठति. तो प्रत्या इति रूपं प्रत्यायोग अगच्छत. तत्र तु सवर्णदीर्घः सन्ति आयोग आ एव भवति. उत्तम. अत्र कथान्तरूपम् उपयुज्य वाक्यं लेखितुं शक्नुमः वा? प्रत्यागतः इति पदं योजयित्वा वाक्यं लेखितुं शक्यते वा? प्रत्यागतवन्तः अहं किं पृष्टवती? अत्र कृतान्तरूपम् उपयुज्य वाक्यं लेखितुं शक्यते वा? कृतवत्वन्तरूपम् उपयुज्य अपि वाक्यं लेखितुं शक्यते वा? आदौ कृतवत्रूपं योजयित्वा वदतु. श्रीकृष्णः प्रत्यागतवान्. तत्र वाक्यं कर्तरिप्रयोगे अस्ति. श्रीकृष्णः प्रत्यागतवान्. श्रीकृष्णस्य विशेषणं भवति प्रत्यागतवान्. क्तवतुरूपम् उपयुज्य उक्तवती, किन्तु क्तान्तरूपं योजयित्वा श्रीकृष्णेन प्रत्यागतः और् प्रत्यागतं श्रीकृष्णेन प्रत्यागतः. शोभा भगिनी वदतु. गत्यर्थकौ धातु अस्ति इति कृत्वा गम् इति, तत्र कर्तरि कर्मणि द्वे अपि भवितुम् अर्हतः. उत्तमम्. अतः प्रत्यागतः प्रत्यागतम् इति रूपाणि. आदौ कर्तरिप्रयोगे कृतान्तरूपम् उपयुज्य वदतु. श्रीकृष्णः प्रत्यागतवान् तवतु रूपं. त्वान्तरूपं श्रीकृष्णेन प्रत्यागतः. किमर्थं तत्र श्रीकृष्णेन इति उक्तवती? अत्र गत्यर्थकधातुः अस्ति इति कृत्वा, गत्यर्थकधातुः अस्ति चेत् कृतान्तरूपम् उपयुज्य वाक्यं लेखितुमिच्छामश्चेत् कर्तरिप्रयोगे अथवा कर्मणि प्रयोगे, इत्युक्ते रूपद्वयमपि स साधु एव इति ज्ञातव्यः अंशः. शोभा भगिनि, इदानीं वाक्यद्वयं वदतु. आं भगिनि, तत्र श्रीकृष्णः प्रत्यागतः श्रीकृष्णेन प्रत्यागतः द्वे अपि सम्यक् इति मन्ये. यथा अहं नगरं गता, मया नगरं गतम् इति सम्यक् वा, साधु वा? श्रीकृष्णः प्रत्यागतः इति कर्तरिप्रयोग्य वाक्यमस्ति. प्रत्यागतः इति क्तान्तरूपम् अस्ति. यथा प्रत्यागतवान्, श्रीकृष्णः प्रत्यागतवान् इति क्तवत्वन्तरूपम् उपयुज्य वाक्यं साधु. श्रीकृष्णः प्रत्यागतः इति वाक्यमपि साधु एव. तद्वाक्यं कर्तरिप्रयोगे अस्ति, किन्तु कर्मणि प्रयोगे अपि वाक्यं सम्भवति. गम् धातुः सकर्मकधातुः इति कृत्वा श्रीकृष्णेन प्रत्यागतम् इति वक्तव्यमस्ति. किन्तु श्रीकृष्णेन प्रत्यागतं तत्र वाक्ये कर्मपदम् अपि योजयित्वा वक्तुमिच्छामश्चेत् किं भवति? श्रीकृष्णेन पाण्डवाः प्रत्यागताः, खलु? कर्मपदं विना वक्तुमिच्छामश्चेत् श्रीकृष्णेन प्रत्यागतम् इति बहुवचनम्, अतः प्रत्यागता. अत्र वाक्यत्रयं सिध्यति. श्रीकृष्णः प्रत्यागतः, कर्मणि प्रयोगे वाक्यं वक्तुमिच्छामश्चेत् श्रीकृष्णेन प्रत्यागतम्, नो चेत् श्रीकृष्णेन पाण्डवाः प्रत्यागताः. साधु भगिनी उत्तमरीत्या उक्तवती. इदानीं शोभा भगिनी भवती करोतु अग्रिमं. कथोपकथने, कथा उपकथने इति मन्ये, कथोपकथने श्रीकृष्णः कर्णस्य उदारतां प्रशंसत् इति. तत्र कथा प्राशंसत् तत्र गतकाले, भूतकाले अस्ति. प्राउपसर्गः योगः अशंसत् इति. कथा उपकथने इति तत्र समासः अस्ति, किन्तु किम् अस्ति इति न जानामि तत्र कीदृशं समासम् इति. अपि च श्रीकृष्णः कर्णस्य उदारतां, तत्र उदारता इति तल् प्रत्ययः, उदारः इति पदस्य, उदारः इति पदस्य उदारताम् इति तल्प्रत्ययः भवति. तत्र उदारताम् इति द्वितीयविभक्ति इति औदार्यम् इति अपि दृष्टवन्तः. औदार्यम्, उदारत्वम्, उदारता इति. प्रायोगः अशंसत्, प्रशंसा इति पदमस्ति. प्राशंसत् इत्युक्ते प्रशंसनं कृतम् इति अर्थं भवति. अपि च तत्र धातुः शंसत् अस्तु. तत्र अन्यत् किम् अस्ति, अग्रे पठामि वा? श्रीकृष्णः इति पदमस्ति खलु, तत्र तत् पदमपि समस्तपदमेव. श्रीयुतः कृष्णः, कथोपकथने इति सप्तमी विभक्तिः, किन्तु तत्र कीदृशसमासः अस्ति इति अहमपि सम्यक् न जानामि. आहत्य कथोपकथने इत्युक्ते सम्भाषणवेलायां, ड्यूरिङ्ग् टाकिङ्ग् टुगेदर्, ड्यूरिङ्ग् कान्वर्सेशन्. प्राशंसत् तत्र भगिन्या उक्तमेव. तत्र द्वन्द्व अस्ति वा भगिनी? तत्र द्वयोः पदयोः अपि प्राधान्यं भवति इति कृत्वा सन्धि चिन्तयामि, कथनेन उपकथनेन गुणसन्धिः अस्ति, किन्तु समासः कः, विग्रहवाक्यं स्पष्टतया कथं वक्तव्यं, तृतीयसत्पुरुषं चिन्तनीयं. कथा अपि उपकथनम्, उपकथनमिति ल्युडन्तपदमेव, ल्युडन्तपदम् अस्ति इति कृत्वा. कथा इति आकारान्तस्त्रीलिङ्गपदम्, उपकथनम् इति समस्तकथनम् उपकथनम् इति भवति इति मन्ये. अस्तु. अपि च शंस धातोः प्रसङ्गे टु प्रैज्, टु काम्प्लिमेण्ट् इत्यस्मिन् अर्थे शंस धातुः अस्ति. तत्र रूपाणि शंसति, शंसतः, शंसन्ति इति रूपाणि भवन्ति, किन्तु अत्र प्रा उपसर्गपूर्वकः अशंसत्. सन्धिः कः वदतु? तत्र अशंसत् इति लङ्लकार लङ्लकाररूपं शंस् इति धातोः प्रायोगः अशंसत् तत्र तत्र अकः सवर्णे दीर्घः एव भवति प्रा इत्यस्य अकारः अशंसत् इत्यस्य अकारः भूत्वा दीर्घ आकारः प्राशंसत् इति भवति. उत्तमं. भगिनी उक्तवती एव अशंसत् अशंसताम् अशंसन् इति लङ्रूपाणि भवन्ति. अत्र लङ्रूपं दत्तमस्ति, किन्तु वयम् इच्छामश्चेत् कथवत् रूपं योजयित्वा वक्तुं शक्नुमः. शंस् धातोः कथवत् रूपं कथं भवति इति चिन्तनीयम्. शंस् योगः तवतु, तत्र गुणस्य प्रसक्तिः किमपि नास्ति. शंस् तवत् इति प्रातिपदिकं भवति इति मन्ये. कित् अस्ति, तवतु इत्यस्य कित् भवति प्रथमं. क्निति च इत्यनेन गुणः न भवति एव. किन्तु ओ तत्र एकं पूर्वम् उक्तवती भगिनी, शी इति धातोः कृते तत्र निषेधः भवति. अत्र तु नकारलोपः भवति इत्युक्ते क्तवत् रूपं क्तान्तरूपं वक्तुमिच्छामश्चेत् अनिदितां हलौपधाया क्निति इति सूत्रेण नकारलोपः भवति इति कृत्वा तत्र शंस् धातुतः शस्तवान् शस्तवान् इति रूपं भवति. प्रशस्तवान् प्रशस्तिः. अधुना दृष्टवती तत्र औपदेशिकरूपे शंसु इति अस्ति. शस्योगः तवतु भवति चेत् तत्र तवत् इति तिष्ठति. शस्तवत् इति प्रातिपदिकम् अपि च नपुंसकलिङ्गं. तदनन्तरं शस्तवान् शस्तवती इति भवति. प्रायोजयतु. प्रायोगः शस्तवत् प्रशस्तवत् प्रशस्तवान् प्रशस्तवती. इदानीं वाक्यं परिवर्त्य वदतु. कीदृशं? कथोपकथने श्रीकृष्णः कर्णस्य उदारताम् कथोपकथने श्रीकृष्णः कर्णस्य उदारतां प्रशस्तवान्. उत्तमम्. धन्यवादः. अग्रिमं वाक्यं भवती एव करोतु. कर्णस्य प्रशंसा अर्जुनाय न अरोचत. तत्र कर्ण प्रशंसा इति तत्र स्त्रीलिङ्गे भवति प्रशंसा इति पदम्, अतः प्रशंसा इति. प्रशंसा अर्जुनाय तत्र चतुर्थीविभक्ति. न अरोचत तत्र रोच इति रोचते इति पदं चतुर्थीविभक्त्याम् एव भवति, अतः तत्र अर्जुनाय न अरोचत इति लङ्रूपं. तत्र रुच् इति धातुः, तस्य गुणः भूत्वा रोच् इति भवति, रोचते इति. अपि च अरोचत तत्र लङ्लकारस्य प्रथमपुरुष एकवचनं. अपि च किं भगिनि वदनीयम्? आत्मनेपदी. उत्तमम्. आत्मनेपदी. अरोचत इति रूपं पश्यामश्चेत् लङ् रूपम् इति कथं ज्ञातुं शक्नुमः? आत्मनेपदिरूपम् अस्ति चेदेव अत्र भगिन्या उक्तं खलु, रुच् धातुः अस्ति. रुच् धातुतः आत्मनेपदिरूपं रोचते. अत्र गुणकार्यं भूत्वा रोचते उदुपदधातुः अथवा इगुपदधातुः. अतः रोचते अरोचत इत्युक्ते सार्वधातुकलकारेषु गुणकार्यं भवति. अयं धातुः अकर्मकधातुः, तदर्थं न कदापि कर्मपदं सम्भवति. अकर्मकधातुः. अपि च अर्जुनाय न अरोचत. अत्र अर्जुनाय इति चतुर्थीविभक्तिः अस्ति. किमर्थं? तत्र एकं सूत्रमस्ति, रुच्यर्थानां प्रीयमाणः. रुच्यर्थानां प्रीयमाणः इति सूत्रेण चतुर्थीविभक्तिः भवति. रुच्यर्थानां धातूनां प्रयोगे यस्मै रोचते तस्य चतुर्थीविभक्तिः भवति. एतादृशानि वाक्यानि रोचते इति पदं योजयित्वा एकं वाक्यं वदतु. मह्यं मधुरं रोचते. मह्यम् इति चतुर्थीविभक्ति भवनीयं तत्र. मम कृते भवति इति कृत्वा मम चतुर्थीविभक्ति भवति. मह्यं मधुरं रोचते. उत्तमम्. संस्कृतं कस्मै न रोचते? हा, संस्कृतं तत्र सर्वः चतुर्थी सर्वः, हा तत्र सर्वः इति एकवचने अपि प्लूरल् अस्ति इति कृत्वा भवितुम् अर्हति किल, अपि च सर्वेभ्यः अपि. हा, सर्वस्मै, सर्वस्मै, सर्वाय सर्वस्मै. सर्वः किं तत्र पदमेव प्लूरल् अस्ति इति कृत्वा तत्र सर्वाय सर्वाभ्यां सर्वस्मै त्रीणि अपि सम्यक् वा? पुनः तत्र जनः इति जनः सर्वः पदे तत्र प्लूरल् बहुवचने एव भवतः, अतः तत्र त्रीणि सर्वाय सर्वाभ्यां सर्वस्मै. न, सर्वाय इति रूपं नास्ति, सर्वस्मै. ओ, क्षम्यताम्, अहं बहुवचने चिन्तितवती. सर्वस्मै, सर्वस्मै सर्वाभ्यां. सर्वस्मै इति रूपमेव साधु भवति, अन्यस्मै इत्यादीनि पदानि भवन्ति. अहं किम् उक्तवती, रुच्यर्थानां प्रीयमाणः, प्रीयमाणः इति पदमस्ति. भवती वदतु, प्रीयमाणः इति कीदृशं पदम्? शानच् प्रत्ययः तत्र, प्रीयमाणः, अपि च प्रीयमाणः इति प्रथमं भवति, प्री इत्यस्य पकारानन्तरं रेफः, तत्र अट्कुप् वाङ् नुं व्यवा एपि इत्यनेन माणः णत्वं भवति, रेफस्य अनन्तरं कोऽपि बाधकवर्णः न भवति, तत् नास्ति, नास्ति. उत्तमं, प्रीयमाणः इति शाणजन्तरूपम् अस्ति. धातुः दिवादिगणे अस्ति, अयं धातुः, धातोः रूपं प्रीयते अस्ति. कर्तरीरूपमपि प्रीयते एव, कर्मणि लट् रूपमपि प्रीयते एव. प्रीयमाण इति रूपं कर्तरीषाणचपि तदेव भवितुमर्हति. मम आशयः कः, तत्र प्रीयते इति दिवादिगणीयधातोः रूपं, कर्तरी लट् रूपं कर्मणि लट् रूपं समानमेव तत्र. तदर्थं कर्तरीषाणच् रूपं कर्मणीषाणच् रूपं द्वयोः रूपं समानं, प्रीयमाण इत्यत्र अणत्वं भवति. अपि च अरोचत इति लङ्लकाररूपं दत्तमस्ति, तस्मिन् स्थाने तवत् रूपं योजयित्वा वदामश्चेत्? तत्र अर्जुनाय न रोचते, अतः सः अर्जुनः न रोचितवान् इति भवति वा? रुचितवान् वा? रुचितवान्, रुचितवान्, अस्तु. किमर्थम् इत्युक्ते, रुच् धातुः सेट् धातुः, सेट् धातुः अस्ति इति कृत्वा इडागमः अर्हति. प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः गुणकार्यं न भवति इति कृत्वा रुचितवान् इति रूपमेव भवति. सार्वधातुकप्रक्रियायां गुणकार्यं भवति, किन्तु कित् प्रत्ययः, कथवतु प्रत्ययः कित् अस्ति, कथाप्रत्ययः अपि कित् अस्ति इति कारणतः गुणकार्यम् अभूत्वा रुचितवान् इति रूपमेव तत्र सिद्ध्यति. साधु भगिनी, साधु. धन्यवादः भगिनि. सुजाता भगिनी, भवती करोतु. अतः अर्जुनः कृष्णं प्रत्यभाषत, अतः एतस्मात् कारणात्. अत्र कारणं किम्? कारणम् अर्जुनाय अरोचत, कर्णस्य प्रशंसा अर्जुनाय अरोचत, न अरोचत, न अरोचत. सन्धिं कृत्वा वक्तुमिच्छामश्चेत् न अरोचत, तत्र सन्धिं कृत्वा वदतु. न रोचत, न रोचत, न रोचत, न रोचत. आ योगः आ दीर्घः भवति, न रोचत, न रोचत लेखितुं शक्नुमः. प्रत्यभाषत, तत्र सन्धिः कः? प्रत्यभाषत गुणसन्धि अस्ति, प्रति योगः अभाषत, प्रत्यकारः अस्ति, यणसन्धि, यणसन्धि इको यणचि. अभाषत इति रूपम् अस्ति, लङ् रूपं खलु, तत्र धातुः कीदृशः? भाष् धातु अस्ति, भाष् धातुः, आत्मनेपदी धातुः, भाषते. आम्, आत्मनेपदि धातुः अस्ति इति कृत्वा अभाषत अरोचत लङ्रूपाणि भाषते इति लट्लकाररूपम् अस्ति अभाषत इति लङ्रूपम् अस्ति सन्धिं कृत्वा वदामश्चेत् प्रत्यभाषत इति रूपम् अस्ति कृष्णम् इति कर्मपदं किमर्थं कृष्णं भाषत सकर्मकपदम् अस्ति इत्यनेन कृष्णं धातुः सकर्मकधातुः अतः कृष्णम् इति कर्मपदं भवति भवती जानाति इति मन्ये उपपदविभक्तिः भिन्ना अत्र उपपदविभक्तिः नास्ति अत्र तिङन्तपदमेव एवं रीत्या लिखितमस्ति तत्र एकम् उदाहरणमपि अस्ति हरिणं प्रति गच्छति हरिणं प्रति पश्यति वनितां प्रति गच्छति तत्र प्रति गच्छति इत्यस्मिन् अर्थे तत्र वनितां प्रति गच्छति तत्र प्रति इति उपपदमस्ति उपपदमस्ति चेदपि द्वितीयाविभक्तिः सम्भवति प्रति इति उपपदमस्ति चेदपि उपपदम् आश्रित्य तत्र कर्मपदं सम्भवति उपपदविभक्तिः इति वदामः कारकविभक्तयः सन्ति उपपदविभक्तयः अपि सन्ति उदाहरणार्थम् एकं वाक्यं वदामि विष्णवे नमः इति वदामः किमर्थं विष्णवे नमः विष्णवे इति पदस्य विभक्तिः का चतुर्थी दर्शनभगिनी वदतु चतुर्थी विभक्ति अस्ति विष्णु इति प्रातिपदिकस्य तत्र चतुर्थी विभक्तिः किमर्थम् अस्ति नमामि अस्ति किल तत्र नमः अस्ति तत्र नम नम इति रुच् एव तत्र चतुर्थी विभक्ति आवश्यकम् नमः इति उपपदमस्ति इति कृत्वा तत्र उपपदविभक्तिः अस्ति नमः इति पदमस्ति इति कृत्वा विष्णवे नमः इति वक्तव्यमस्ति किन्तु विष्णुं नमामि विष्णुं नमस्करोमि तस्मिन् वाक्ये द्वितीया विभक्तिः अस्ति विष्णुं नमामि तत्र नमामि इति तिङन्तपदमस्ति इति कृत्वा तस्मिन् वाक्ये कारकविभक्तिः द्वितीया विभक्तिः भवति विष्णुं नमामि विष्णुं नमस्करोमि इति वाक्यद्वयं साधु विष्णवे नमः तत्र चतुर्थी विभक्तिः साधु गणेशाय नमः गणेशाय नमः भगिनी एकः प्रश्नः तत्र नमांसि इति पदस्य निर्माणं कथं भवति सकारान्तपदं नमांसि मनस् मनस् नमस् नमः नमः नमसि मनस् मनसपि न मनसपि मनस् इव मनांसि नमः औ मनः मनसि मनांसि नमः नमसि नमांसि वा आम् अस्तु धन्यवादः सकारान्त नपुंसकलिङ्गपदं कथं साधनीयं तत्र सोपानानि कानि इति भिन्ना वार्ता भगिने जसुषसोषि तत्र इकारः आगच्छति यदा इकारः आगच्छति तदापि तत्रापि नुमागमः आगच्छति तत्र सः नकारः एव अनुस्वारः भवति मनांसि इति अहं चिन्तयामि भगिनि चिन्तनीयमेव सर्वे चिन्तयन्तु लिखित्वा प्रेषयन्तु मनः मनसि मनांसि नमः नमसि नमांसि पयः पयसि पयांसि इत्यादीनि रूपाणि बहुवचनरूपाणि तत्र रूपसाधनवेलायां कानि कानि सोपानानि सन्ति कीदृशानि सूत्राणि अपेक्षितानि इति अपि अस्माभिः ज्ञातव्यमेव चिन्ता मास्तु सुजाता भगिनी वदतु प्रत्यभाषत इति लङ्रूपम् अस्ति तावत् रूपं योजयित्वा वदतु प्रत्यभाषितवान् पुनः प्रत्यभाषितवान् प्रत्य इति किमर्थम् उक्तवती प्रत्य प्रतियोगः अभाषत अभाषत लङ्रूपं किन्तु अहं किं पृष्टवती तावत् रूपं योजयतु भाषितवान् प्रतियोजयतु प्रति प्रत्याभाषितवान् प्रतिभाषितवान् लङ्रूपं वदामश्चेत् प्रतियोगः अभाषत तत्र यण्सन्धिं कृत्वा वक्तव्यमस्ति प्रत्यभाषत इति रूपं सिद्ध्यति किन्तु केवलं तवत् रूपं वदामश्चेत् भाषितवान् इडागमः भूत्वा भाषितवान् प्रतिभाषितवान् खलु अग्रे पठतु हे सखे अस्मिन् महीतले मम भ्रातुः धर्मराजस्य युधिष्ठिरस्य समः नास्ति कोऽपि उदारः. हे सखे सम्बोधन अस्ति. सखीशब्दस्य रूपाणि अस्माभिः ज्ञातव्यानि. भवती जानाति चेत् वदतु. अयं शब्दः विशिष्टशब्दः. सखी सख्यौ सख्यः न जानामि भगिनि. अत्र अयं शब्दः बहु विशिष्टशब्दः. इकारान्त पुंलिङ्गशब्दः. किन्तु तत्र रूपाणि सखा सखायौ सखायः, सखायं सखायौ सखीन् इति रूपाणि सप्तसु विभक्तसु रूपाणि. एकवारं पश्यन्तु. हे सखे सम्बोधनरूपमेव, पुंलिङ्गशब्दः, किन्तु रूपाणि किञ्चित् विशिष्टरूपाणि भवन्ति. तदर्थम् एकवारम् अस्य रूपाणि सप्तसु विभक्तिषु अवलोकयन्तु. अस्मिन् महीतले सप्तमी विभक्त्याम् अस्ति पदद्वयम्. प्रथमा विभक्त्यां वदतु. अस्मिन् महीतल अस्मिन् पदद्वयं सप्तमी विभक्त्याम् अस्ति. अस्मिन् महीतले तत्र प्रथमा विभक्त्यां किं भवति? प्रथम महीतलः महीतलं महीतलं नपुंसकलिङ्ग अस्ति. अस्मिन् इदं महीतलम्. अत्र भ्रातुः इति पदमस्ति, वदतु. भ्रातुः भ्राता भ्रातुः अस्ति षष्ठी विभक्ति अस्ति. भ्राता शब्दस्य रूपाणि किञ्चित् वदतु. भ्राता भ्रातारौ भ्रातारः न भ्राता भ्रातारौ भ्रातार न कथं भ्रातरौ भ्रातरः भ्रातरौ भ्राता इति रुकारान्तपदं. कर्तापि रुकारान्तपदमेव, किन्तु तयोर्मध्ये भेदः अस्ति. भ्राता भ्रातरौ भ्रातरः, माता मातरौ मातरः, पिता पितरौ पितरः. किन्तु कर्ता इति पदमस्ति चेत् कर्ता कर्तारौ कर्तारः. तत्र भेदः अस्ति खलु. धर्मराजः इति पदमस्ति. राजा शब्दस्य प्रातिपदिकं किम्? राजन् राजन्. प्रथमान्तानि वदतु. राजन् चिन्ता मास्तु भगिनि. राजा राजानौ राजानः राजानं राजानौ राज्ञः इति रूपाणि भवन्ति. राजन् इति नकारान्तप्रातिपदिकमस्ति. प्रथमाविभक्ति एकवचनरूपं राजा, राजा इति नकारान्तपदम्. किन्तु अत्र धर्मराजः इति अकारान्तपदमस्ति. समस्तपदमस्ति इति कृत्वा अत्र धर्मराजः इति रामशब्दवत् अकारान्त पुंलिङ्गपदम्. अत्र धर्मराजः इत्युक्ते कः वदतु? धर्म न जानामि भगिनि. तस्य नामानि सन्ति युधिष्ठिरः धर्मराजः. इत्युक्ते मूर्तिमान् धर्मः इव प्रावर्तत. इत्युक्ते मूर्तिमान् धर्मः, तदर्थमेव जनाः धर्मराजः इति वदन्ति स्म. सदाचारशीलः, बहु विचारशीलः. तस्य शीलस्य कारणेन एव धर्मराजः इति नाम प्राप्तवान्. इत्युक्ते सः साक्षात् धर्मस्य अंशतः जन्म प्राप्तवान्. मूर्तिमान् धर्मः इव आचरणं कृतवान्. तदर्थमेव तस्मिन् काले सर्वे जनाः एवं सम्बोधयन्ति स्म. महीतलम् इति पदमस्ति खलु. महीपालः इत्युक्ते राजा. राजा महीम्यः पालयति. उत्तमं. महीपालः इत्युक्ते राजा. मह इति धातुः एव अस्ति. भुवादिगणे अहं दृष्टवती. महती महतः महन्ति इति रूपाणि भवन्ति. धातुः भुवादिगणे अस्ति. मही इति दीर्घ ईकारान्तपदम् अस्ति. पृथ्वी इव मही इति दीर्घ ईकारान्तपदम्. महीरुहः इत्युक्ते न जानामि भगिनि. कोऽपि वदतु. महीरुहः महीम् आरोहति. महीम् आरूढवान् इति. आरोहति इत्युक्ते महीरुहः इत्युक्ते वृक्षः इति पर्वतः अपि पर्वतं पर्वतः. मया किं पठितं धर्मराजस्य प्रसङ्गे इत्युक्ते तस्मिन् स्थिरता, सहिष्णुता, नम्रता, दयापरता, अचलाप्रीतिः ईदृशानि अलौकिकलक्षणानि, अलौकिकगुणाः धर्मराजे सन्ति इति कृत्वा तस्य नाम धर्मराजः. अपि च नास्ति इति पदस्य प्रसङ्गे वदतु सुजाता भगिनी. आम् भगिनि, ना योगः अस्ति, नास्ति सवर्णदीर्घसन्धि अस्ति, अस् धातु. मम भ्रातुः धर्मराजस्य युधिष्ठिरस्य समः. पश्यन्तु युधिष्ठिरस्य समः इति लिखितमस्ति, तत्र षष्टिविभक्तिः किमर्थमस्ति? विशेषणविशेषभावः अस्ति. धर्मराजस्य युधिष्ठिरस्य तयोर्मध्ये विशेषणविशेषभावः अस्ति, अपि च भ्रातुः तत्रापि विशेषणविशेषभावः अस्ति. किन्तु मम प्रश्नः तु युधिष्ठिरस्य समः इति षष्टिविभक्तेः प्रयोगः तत्र किमर्थमस्ति? कारकविषयः अयं तु, एकं सूत्रमस्ति तुल्यार्थेः अतुला उपमाभ्यां तृतीया अन्यतरस्याम् इति एकं सूत्रमस्ति. तुल्यार्थे, सदृशार्थे, समानार्थे तृतीया विभक्तिः साधु, नो चेत् षष्टिविभक्तिः अपि साधु. कथं? युधिष्ठिरेण समः, धर्मराजेन समः, तत्र तृतीया विभक्तिः अपि साधु एव, षष्टिविभक्तिः अपि साधु एव. सूत्रे किं लिखितमस्ति? अन्यतरस्याम्. अन्यतरस्याम् इति पदं सूत्रे अस्ति चेत् विकल्पेन तत्र रूपद्वयं साधु भवति, यथा युधिष्ठिरस्य समः, नो चेत् युधिष्ठिरेण समः, युधिष्ठिरेण तुल्यः, युधिष्ठिरेण समः, युधिष्ठिरेण सदृशः इत्यादीनि भवितुमर्हन्ति. आहत्य मम आशयः अत्र षष्टिविभक्तिः अपि साधु, तृतीया विभक्तेः रूपमपि साधु. धर्मराजेन समः, धर्मराजेन सदृशः, धर्मराजेन तत्र णत्वं न भवति. किमर्थम्? जकारः अस्ति, राजेन. उत्तमं, साधु भगिनी. अग्रिमं वाक्यं भवती एव पठतु. तथापि भवान् भ्रातुः समक्षं कर्णं बहु प्रशंसति. तदापि तथापि भवान् भ्रातुः समक्षेन कर्णम् अति प्रशंसा कृतवान्. तत्र प्रशस्तवान् इति रूपं वक्तव्यं भवति. किमर्थं प्रशस्तवान् रूपम् असाधु भवति? अत्र प्रशंसति इति लट्लकाररूपम् अस्ति इति कृत्वा वर्तमानकालरूपमेव वक्तव्यमस्ति, खलु? प्रशस्तवान् इति रूपं वदामश्चेत् भूतकालरूपं भवति, खलु? अत्र तु केवलं लट्लकाररूपम् अस्ति इति कारणतः तावत् रूपम् असाधु भवति. प्रशंसति एव भवति. प्रा उपसर्गपूर्वकः शंस् धातोः रूपमेव शंसति. पश्यन्तु अस्मिन् परिच्छेदे शंस् धातोः बहूनि रूपाणि अत्र दत्तानि. प्राशंसत्, प्रशंसति, प्रशंसा. अत्र समक्षम् इति पदमस्ति. अरविन्दमहोदय, भवान् वदतु. समक्षम् इत्युक्ते इन्द्रियप्रत्यक्षम्, इन्द्रियाणां समीपे समक्षम्. उत्तमं. वयं किं पठितवन्तः अव्ययीभावसमासप्रसङ्गे? अव्ययीभावे शरत्प्रभृतिभ्यः इत्येकं सूत्रमस्ति. अव्ययीभावे शरत्प्रभृतिभ्यः इत्यस्मिन् सूत्रे एकं गणसूत्रमस्ति, प्रतिपरसम अनुभ्योक्षणः, खलु? तच् समासान्तप्रत्ययः विधीयते. सूत्रं तु अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रस्य परिधौ एकं गणसूत्रमस्ति, प्रतिपरसम अनुभ्योक्षणः. अनेन गणसूत्रेण पतिनश्च अपि अस्ति न? अन्यगणसूत्रमपि अस्ति, पतिनश्च. पतिनश्च उत्तमं प्रतिपरसम अनुभ्योक्षणः इति गणसूत्रेण चत्वारि पदानि निर्मितानि. तानि कानि? प्रत्यक्षं, परोक्षं, समक्षम्, अन्वक्षम्. चत्वारि पदानि साधितानि तेन सूत्रेण. प्रत्यक्षम् इति कथनेन अक्षम् अक्षं प्रति इति विग्रहवाक्यं. परोक्षम् इति कथनेन अक्षुणोः परम् इति विग्रहवाक्यं. समक्षम् अक्षणः योग्यम्. अन्वक्षम् इति कथनेन अक्षणः पश्चात्. आहत्य सूत्रं किं वदति? प्रति, पर, सम, अनु एते उपसर्गाः. एतेषाम् उपसर्गाणां योगे विग्रहवाक्यम् अव्ययीभावसमासप्रसङ्गे विशिष्टरीत्या वक्तव्यं भवति. प्रत्यक्षं, परोक्षं, समक्षम्, अन्वक्षम् इमानि चत्वारि पदानि एकेन विशिष्टसूत्रेण निर्मितानि. अस्मिन् पदे अव्ययीभावसमासः अस्ति. अग्रिमं वाक्यं महोदय भवान् पठतु. भगवान् प्रत्यवदत् अद्य अवसरः नास्ति, कदाचित् अन्यस्मिन् दिने त्वाम् एतत् प्रतिबोधयिष्यामि. भगवान् श्रीकृष्णः प्रत्यवदत् प्रति अवदत् प्रत्यवदत् तत्र कोयनचि इति यन् सन्ति इकः परे यन् स्यात् अचि परे इति कारणतः वदत् वद वदधातु तस्य भूतकालार्थे अवदत् प्रत्यवदत् तथा अद्य इति अधुना इत्यर्थे अवसरः इति पदस्य कथम् इति अहं न जानामि. अवसरः इत्युक्ते समयः इति एव अर्थं भवति. नास्ति दृष्टवती अतः वदामि. अवसरः नास्ति इति लिखितमस्ति खलु. किम् उक्तम् इत्युक्ते जिज्ञासानिवृत्तये जिज्ञासायाः निवृत्त्यर्थम् अवश्यं यद्वक्तव्यं तत् जिज्ञासायाः निवृत्त्यर्थं यद्वक्तव्यं तद् नास्ति. अवसरः नास्ति इत्युक्ते भवतः जिज्ञासायाः निवृत्त्यर्थं यद्वक्तव्यमस्ति तस्य अवसरः अधुना नास्ति. किन्तु अवसरः इति पदस्य अर्थं समयः न समय उत्तमसमय समीचीनं समय अवसर मीन्स् नेसेसिटि आर् नाट् द रैट् टैम् उत्तमम्. अद्य अवसरः नास्ति. अग्रे करोतु. प्रस्तावः इति अपि दत्तं. प्रस्तावः वदतु. तत्र अव उपसर्ग अपि श्रुधातुः अच् प्रत्ययः इति दत्तम् अर्थम् अन्यदर्थं तदपि भवति. अवकाशः यद् भवान् उक्तवान् अवकाशः प्रस्तावः अपि प्रस्तावः. अन्यस्मिन् दिने इति लिखितमस्ति. प्रथमाविभक्त्यां वदतु. अन्यदिनम् अन्यत् दिनम् अन्यत् अन्यत् दिनम् तत्र अन्यशब्दः त्रिषु लिङ्गेषु भवति. अन्यशब्दः विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति. पुंलिङ्गे अन्यः, स्त्रीलिङ्गे अन्या, किन्तु नपुंसकलिङ्गे अन्यत् इति रूपं भवति. अत्र दिनम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा अन्यत् दिनम् समासं भवितुमर्हति वा? अन्यदिनं भवितुमर्हति इति भाति भवितुमर्हति इति चिन्तयामि. श्रुतमस्ति अन्यदिनम् अन्यदिनम् एव यदा प्रतिदिनम् इति अस्ति चेत् दिनं दिनं प्रति इति विग्रहवाक्यं भूत्वा अव्ययीभावसमासः भवति. किन्तु अत्र समस्तपदं कृत्वा वदामश्चेत् अन्यदिनं त्वां वदतु. त्वाम् इति अर्जुनं प्रति त्वाम् अर्जुनम् अर्जुनम् एतत् प्रतिबोधयिष्यामि. एतत् इत्युक्ते किं? समक्षं धृतराष्ट्रस्य समक्षं कर्णस्य प्रशंसा कृतम् इति बोधयिष्यामि इति वदति भगवान्. प्रतिबोधयिष्यामि प्रसङ्गे वदतु. प्रति इति उपसर्गं भूतधातु तस्य भविष्यत् कालार्थे भविष्यामि उत्तमपुरुष एकवचनं भविष्यामि भविष्यावः भविष्यामः बोधयिष्यति, बोधयिष्यामि, तत्र इडागमः भवति खलु? आम्, इडागमः भवति. स्यति बोधयिष्यति, स्यति इति प्रत्ययस्य, स्यति प्रत्ययस्य कारणेन इदागमः भवति. उत्तमं. बुद्धधातोः रूपमेव बोधयति, किन्तु बुद्धधातुः बहुषगणेषु अस्ति. बुध्यते इति एकं रूपम् अस्ति, बोधति इति अन्यत् रूपम् अस्ति, किन्तु अत्र णिजन्तरूपं दत्तमस्ति. बोधयति इति लट्लकाररूपं, किन्तु बोधयिष्यति इति लृट्लकाररूपं, भविष्यत्कालरूपम् अस्ति. बोधयिष्यति तत्र स्यतासि लृ लुटोः इति सूत्रेण, स्या इति लकारनिमित्तिकविकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः नास्ति, लकारनिमित्तिकविकरणप्रत्ययः इति वक्तव्यमस्ति. अर्थधातुकम् इति कृतवान् गणचिन्तनं सर्वधातुक एव भवति. उत्तमम्. आर्धधातुकप्रत्ययः लृट्लकारः आर्धधातुकलकारः अस्ति इति कृत्वा, आर्धधातुकलकारेषु रूपसिद्धौ इडागमचिन्तनम् आवश्यकं, तदर्थं मध्ये इडागमः भवति. प्रत्ययस्य इडागमः इति वक्तव्यमस्ति. इष्यति इति रूपं भवति, आदौ तु दन्त्यसकारयुक्तं रूपमेव अस्ति. इष्यति आदेशप्रत्यययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति इति कृत्वा इष्यति इति रूपं भवति. बुद्धि इति रूपम् अस्ति धातोः रूपं, पुगन्तलघुपथस्य च इति सूत्रेण एव गुणकार्यं भूत्वा बोध् भवति, बुद्ध बोध् भवति. पश्चात् इष्यति इति रूपं योजयामः, बोधयिष्यति. किं बोधयिष्यति सः? बोधयिष्यति कृष्णं बोधयिष्यति. किं प्रशंसा कृतम् इति बोधयिष्यति. अर्जुनस्य प्रश्नमस्ति, युधिष्ठिरस्य समक्षं किं प्रशंसा कृतम् इति प्रशंसयति इति कृष्णं प्रति पृष्टति. कृष्ण भगवान् उत्तरं ददाति, कदाचित् अन्यस्मिन् दिने त्वाम् एतत् प्रतिबोधयिष्यामि. उत्तमं. प्रत्यवदत् इति पदमस्ति खलु, प्रत्यवदत् इत्यत्र क्तवत् रूपं योजयित्वा वदतु. प्रत्यवदत् प्रत्यवद भगवान् प्रत्यवदत् इति लङ् रूपं योजयित्वा वाक्यमस्ति. तत्र क्तवत् रूपं उक्तवान्, उदितवान् अपि साधु एव. प्रत्युक्तवान् वच् धातोः रूपं स्वीकृत्य वक्तुमिच्छामश्चेत् प्रत्युक्तवान् इति रूपं भवति, नो चेत् वद् धातोः रूपमेव स्वीकृत्य वक्तुमिच्छामश्चेत् प्रत्युदितवान् इति रूपं भवति. प्रत्युदितवान् भगवान् प्रत्युदितवान् अथवा सम्प्रसारणं भवति वा? उत्तमं, वदतु. न न जानामि उदित् इति सम्प्रसारणकारणं तावदेव इति जानामि. उत्तमं. वचि स्वपि यजादीनां किति इति सम्प्रसारणं भवति, वकारस्य स्थाने उकारः आगच्छति. एण सन्देहः उल्टा, ऐ मीन् आपोसिट्. सो वकारस्य स्थाने उकारः आगच्छति. वच् भवति उच्, उच् योग तवतु, अनन्तरं चोहोकुः, तु उक् योगः त उक्ता. उत्तमं. क्तवत् रूपं योजयित्वा वदामश्चेत् भगवान् प्रत्युदितवान्, किन्तु भिन्नधातोः रूपं वक्तुमिच्छामश्चेत् प्रत्युक्तवान् इति रूपं. किन्तु तत्र वच् धातुः भिन्नः, वद् धातुः भिन्नः. अग्रिमे परिच्छेदे एकं वाक्यं पठित्वा समापयामः. सूर्यकुमारी भगिनी, भवती पठतु. ततः एकदा कृष्णः अर्जुनं समाहूतवान्. एकदा ततः अनन्तरं एकदा कृष्णः अर्जुनं समाहूतवान् आहूतवान् संयोगः आहूतवान् समाहूतवान्। उत्तमं। ततः इति पदमस्ति खलु, ततः इत्युक्ते तस्मात् परं तदनन्तरम् इति वक्तुं शक्यते। एकदा भगिनी पूर्वम् उक्तवती, गोमती भगिनी, एकस्मिन् काले, एकदा इत्युक्ते एकस्मिन् काले, तत्र एकं सूत्रमस्ति, सर्वैकान्य किं यत्तदः कालेदा, सर्वैकान्य किं यत्तदः कालेदा इति सूत्रेण सप्तमी विभक्त्यर्थे दा इति प्रत्ययः विधीयते, तेन एकदा इति रूपं सिद्ध्यति, तस्य अर्थः तु एकस्मिन् काले। अत्र समाहूतवान् तवत् रूपं भवती जानाति एव, तत्र धातोः प्रसङ्गे वदतु। समाहूतवान् अहं वदामि भगिनि। गोमती भगिनी वदतु। ह्वे धातुः ह्वेण्य स्पर्धायां शब्दे आह्वाने च इति भ्वादिगणीयधातुः। ह्वे इति भवति इत्संज्ञालोपानन्तरम्। अस्तु न भगिनि, ह्वे न धातु। उत्तमं। ह्वे धातुः उभयपदी धातुः, भगिन्या उक्तं ह्वयति ह्वयते इति रूपद्वयम् अस्ति, आ उपसर्गस्य योजनेन आह्वयति इति रूपम् अस्ति, आह्वानम् इति साधारणं पदमेव, ह्वे धातोः रूपमेव आह्वयति लट्लकाररूपम्, आ उपसर्गपूर्वकः ह्वे धातुतः लट् योजनेन आह्वयति, किन्तु अत्र क्तवत् रूपं दत्तमस्ति समाहूतवान्। पश्यन्तु अत्र उपसर्गद्वयमस्ति, भगिनी वदतु, सूर्यकुमारी भगिनी, उपसर्गद्वयं किम्? सम् आङ्ग्। केवलं धातोः रूपं तु हूतवान् खलु, ह्वे धातोः रूपं हूतवान् भवति, धातोः पूर्वम् उपसर्गद्वयमस्ति, संयोगः आयोगः ह्वे धातुतः तवतु योजनेन समाहूतवान् इति रूपं सिद्ध्यति। ह्वे धातुतः हूतवान् इति रूपं कथं सिद्ध्यति? तदापि सम्प्रसारणं भवति भगिनि। उत्तमं। ह्वे धातुः अस्ति, ह्वे इति कथनेन हकारः वकारः एकारः त्रयः वर्णाः सन्ति ह्वे इत्यस्मिन्, वचिस्वपि यजादीनां खिति इति सूत्रेण सम्प्रसारणकार्यं भवति, पश्चात् सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा तत्र ऊकारः एव तिष्ठति, अपि च एकम् अन्यत् सूत्रमपि अस्ति हलः इति सूत्रेण, तत्र दीर्घादेशः भूत्वा हू भवति। आदौ ह्वे इति रूपम् अस्ति, किन्तु केषाञ्चन सूत्राणाम् आधारेण तत्र हू इति दीर्घ ऊकारान्तरूपं तत्र सिद्ध्यति, तवत् इति प्रत्ययस्य भागः अस्ति, हू योगः तवत्, हूतवत् इति प्रातिपदिकमस्ति, प्रथमान्तं पदं हूतवान्, उपसर्गाणां योजनेन समाहूतवान् इति रूपं सिद्ध्यति। अत्र क्तवत् रूपम् अस्ति, किन्तु लङ् रूपं वदतु। लङ् रूपं हूतवान् आह्वयते इति भवति, आह्वयते, ह्वे धातोः रूपं लङ् रूपम् अह्वयत्, अह्वयत् इति अस्ति। इदानीम् उपसर्गद्वयं योजयतु। समाह्वयत् इति रूपं सिद्ध्यति। कृष्णः अर्जुनं समाह्वयत् इति रूपमपि साधु एव। इदानीम् एकं वाक्यं भूमा भगिनी वदति। तौ उभौ अपि ब्राह्मणवेषं परिधाय युधिष्ठिरस्य राजभवनं सम्प्राप्तवन्तौ। त्वौ उभौ, कृष्णः अपि च, कृष्णः अर्जुनः च, कृष्णः च अर्जुनः च, तौ उभौ विशेषणविशेषभावः अपि ब्राह्मणवेषं, ब्राह्मणस्य वेषं ब्राह्मण। तौ उभौ तत्र रूपं किम्? त्वौ उभौ परिधाय रूपं प्रथमाविभक्ति, प्रथमाविभक्ति द्विवचनं। द्विवचनं उभा इति पदमपि त्रिषु लिङ्गेषु सम्भवति, वदतु. अत्र तु पुंलिङ्गे लिखितमस्ति उभः, उभौ, उभे, सर्वशब्दवत् रूपाणि भवन्ति. परिधाय कीदृशं पदम्? परि उपसर्गपूर्वकः धा धातु. उत्तमं, किञ्चित् वक्तुमिच्छामि. परिधाय इति पदं ल्यबन्तपदमस्ति. परि उपसर्गपूर्वकः धा धातुतः ल्यप् प्रत्ययस्य योजनेन निर्मितं परिधाय. धा धातोः रूपं दधाति, किन्तु दा धातुः अपि अस्ति. दा धातोः रूपं ददाति, किन्तु धा धातोः रूपं दधाति अस्ति. परिधाय, निधाय, आधाय, विधाय, सन्धाय इमानि पदानि ल्यवन्तपदानि, किन्तु भिन्नभिन्न अर्थेषु इमानि पदानि प्रयुज्यन्ते. प्रणिधाय, तत्र प्रा उपसर्गपूर्वकः, नि उपसर्गपूर्वकः, धा धातोः रूपं. प्रणिधाय, आधाय, विधाय, निधाय, प्रधाय, सन्धाय इत्यादीनि पदानि. धा धातोः रूपाणि, तत्र ल्यप् इत्यस्मात् या इति आगतं. धा धातुतः ल्यप् योजनेन निर्मितं पदम् अस्ति. किन्तु धा धातोः क्तवतु रूपम् अथवा क्तान्तरूपं पश्यामश्चेत् हिता इति रूपं सिद्ध्यति. तत्र विशिष्टसूत्रेण धा धातोः क्तान्तरूपं हिता भवति. क्तवतु रूपं हितवान्, किन्तु धातुः तु धा अस्ति. अपि च क्त्वान्तरूपमपि हित्वा इति भवति. वेशः, तालव्यशकारान्तपदम् अत्र दत्तमस्ति वेशः, किन्तु मूर्धन्यशकारयुक्तं पदमपि अस्ति वेशः. वेशः, वेशः पदद्वयमपि अस्ति. एकस्मिन् पदे तालव्यशकारः अस्ति, अन्यस्मिन् पदे मूर्धन्यशकारः अस्ति. आहत्य मम आशयः तु मूर्धन्यशकारयुक्तं रूपमपि अस्ति वेशः इति. अत्र वेशः इति पदं कथं साधितम् इति परिशीलयामश्चेत् पद रुज विष स्पृशो घञ् पद रुज विष स्पृशो घञ् इति सूत्रेण चत्वारि पदानि साधितानि. एकेन विशिष्टसूत्रेण चत्वारि पदानि. कथं? पद् धातुतः पादः, रुज् धातुतः रोगः, विष धातुतः वेशः, स्पृश् धातुतः स्पर्शः. इमानि चत्वारि पदानि विशिष्टसूत्रेण पादः, रोगः, वेशः, स्पर्शः. चत्वारि पदानि पद रुज विष स्पृशो घञ् इत्युक्ते धातुतः निर्मितानि इमानि पदानि. भूधातोः ल्युडन्तरूपं भवनं, राजभवनं समस्तपदमस्ति. राज्ञः भवनं षष्टितत्पुरुष समासः अस्ति. भूधातुतः ल्युट् योजनेन निर्मितं पदं भवनं. राजभवनं सम्प्राप्तवन्तौ. सम् उपसर्गपूर्वकः, प्रा द्वितीय उपसर्गः, आप् धातु, आप्तवन्तौ त्ववतु प्रत्ययः, द्वितीय प्राप्तवन्तौ. द्विवचनमस्ति भवनं, द्विवचनं, द्विवचनं. राजभवनं यदि कर्मपदं, राजकर्मं प्राप्तवन्तौ. उत्तमं. भवनम् इति नपुंसकलिङ्गपदमस्ति, ल्युडन्तपदमस्ति इति कृत्वा तत्पुरुषसमासे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा राजभवनम् इति पदमपि नपुंसकलिङ्गपदमेव. साधारणतया ल्युडन्तपदात् पूर्वं षष्ठीविभक्तेः प्रयोगः भवति. तदर्थमेव युधिष्ठिरस्य सम्प्राप्तवन्तौ इति द्विवचनरूपमस्ति. तौ उभौ सम्प्राप्तवन्तौ. तावत् रूपं योजयित्वा एवं लिखितमस्ति, किन्तु लङ् रूपं वदामश्चेत् किं भवति? सम् उपसर्गपूर्वकः, प्रा उपसर्गपूर्वकः, आप् धातुतः लङ् रूपं वक्तव्यं. वदतु. सम्प्राप्तव आदौ आप् धातोः लङ् रूपं वदतु. आप्नोति, अप्राप्नोति. लङ् रूपं किं भवति इत्युक्ते आप्नोत्. आप्नोत् इति लङ्रूपम् अस्ति. इदानीम् उपसर्गद्वयं योजयतु. सम्प्राप्नोत् इति एकवचनरूपं भवति, किन्तु अस्माकं कृते द्विवचनरूपम् आवश्यकं. सम्प्राप्तौ, सम्प्राप्त, आप्नोत्, आप्नुताम्, आप्नुवन्. आप्नोत्, आप्नुताम्, आप्नुवन् इति रूपाणि भवन्ति. अत्र तु तौ उभौ इति द्विवचनरूपं दत्तमस्ति इति कारणतः द्विवचनरूपं लङ्रूपं वक्तव्यं. सम्प्राप्तवतां संयोगः प्रायोगः आप्नुताम्. आप्नुताम् वर्णमेलनेन सम्प्राप्नुताम् इति रूपमपि योजयित्वा वक्तुं शक्यते. किञ्चित् वयं चिन्तनं कृतवन्तः. आगामिसप्ताहे इतोपि किञ्चित् परिशीलनं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.